गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतं वसिष्ठखण्डः इति खण्डः गते वर्गे आरब्धः तत्र यथार्थ अनुभवं त्रिविधः तर्हि कुत्र स्मः इति मनसि भवेत् तत्र द्रव्याणां पदार्थानां निरूपणं कृत्वा तदनन्तरं द्रव्याणां निरूपणं कृत्वा तदनन्तरं चतुर्विंशतिगुणाः तेषां निरूपणं जायमानमस्ति तत्र ज्ञानम् इति आत्मगुणः विशेष आत्मगुणः तद्विविधं स्मृतिः अनुभवश्च संस्कारमात्रजन्यं जन्या स्मृतिः अनुभवः चतुर्विधः प्रत्यक्ष अनुमान उपमान शाब्दभेदात् इति यथार्थ अनुभवस्य चातुर्विध्यम् अस्माभिः अधीतं तर्हि इदानीम् अयथार्थ अनुभवः इति इदानीमपि ज्ञानम् इति गुणे एव स्मः अयथार्थ अनुभवः त्रिविधः तत्र संशयः विपर्ययः तर्कः इति तत्र एकस्मिन् धर्मिणि विरुद्ध नानाधर्मवैशिष्ट्य अवगाहि ज्ञानं संशयः यथा स्थाणुः पुरुषो वा इति अवगतं तत्र संन्यासलक्षणे दलसार्थक्यम् इत्यत्र स्मः तत्र यदि एकस्मिन् धर्मिणि इति पदं त्यजामश्चेत् विरुद्ध नानाधर्मवैशिष्ट्य अवगाहि ज्ञानं संशयः इति भवति तर्हि तत्र घटपटौ इति उदाहरणे अतिव्याप्तिः भवति किमर्थमिति चेत् घटे घटत्वमस्ति पटे पटत्वमस्ति इति कृत्वा विरुद्ध नानाधर्मवैशिष्ट्य अवगाहि ज्ञानं ज्ञानत्वं घटपटौ इति ज्ञाने अस्ति किन्तु एकस्मिन् धर्मणि इति नास्ति इति कृत्वा अत्र अतिव्याप्तिः भवति इति उक्तम् तदनन्तरम् अत्र विरुद्ध इति पदमस्ति धर्मविशेषणम् तत्र विरुद्ध इति पदं त्यजामश्चेत् कुत्र अतिव्याप्तिः भवति इति चेत् अयं घटः द्रव्यम् इति निश्चये अतिव्याप्तिः भवति अत्र घटम् उद्दिश्य द्रव्यत्वं विधीयते अतः अयं घटः द्रव्यम् इति निश्चयज्ञाने अयं घटः द्रव्यम् इत्यत्र संशयः नास्ति निश्चयः एव अस्ति तर्हि विरुद्ध इति पदं त्यजामश्चेत् एकस्मिन् धर्मिणि नानाधर्मवैशिष्ट्य अवगाहि ज्ञानं तर्हि तत्र घटत्वम् इति धर्मः द्रव्यत्वम् इति अन्यः धर्मः घटत्वद्रव्यत्वयोः मध्ये भेदः अस्ति द्रव्यत्वम् इति पराजातिः घटत्वम् इति अपराजातिः इति कृत्वा तयोः मध्ये भेदः अस्ति इति अयं घटः द्रव्यम् इत्यस्मिन् ज्ञाने अतिव्याप्तिः भवति इति उक्तं तदनन्तरं तत्र नानात्वम् इत्युक्ते एकस्मिन् धर्मणि विरुद्ध नानाधर्मवैशिष्ट्य अवगाहि ज्ञानम् इत्यत्र नाना इति पदं त्यजामश्चेत् कुत्र अतिव्याप्तिः भवति इति चेत् घटः पटत्वविरुद्ध घटत्ववान् इति ज्ञाने अतिव्याप्तिः भवति इति कृत्वा तत्र नाना इति पदं योजयामश्चेत् अस्मिन् ज्ञाने जायमान अतिव्याप्तिः अपगता भवति इति अधीतम् विरुद्धधर्मनिष्ठप्रकारतयोः धर्मनिष्ठविशेषतानिरूपितत्व उपादाने इत्युक्ते नाना इति पदस्य उपादाने न अतिव्याप्तिः इति जातं तावत् दृष्टं तत्र 331 पेज् पुटे तृतीयः परिच्छेदः अत्र च घटपटौ इति आरभ्य पठनीयम् अस्तु सति मम भगिनि आं महोदय अत्र च घटपटौ इति समूहालम्बने अतिव्याप्तिः विशेष्यतायाम् एकत्वम् अनुक्त्वा धर्मिणि ऐक्यविवक्षया अपि वार्यते तत्र च द्वौ धर्मिणौ घटः पटः च अतः एकधर्मिनिष्ठ विशेष्यतायाः असत्त्वात् न अतिव्याप्तिः। कुतः तर्हि एकविशेष्यतापरता एकस्मिन् धर्मिणि इत्यस्य? आक्षेपः कुतः इति प्रश्नः। खडौ एकस्मिन् धर्मिणि इति उक्तं खडपटौ इति समूहालम्बने न अतिव्याप्तिः इति समूहालम्बने अतिव्याप्तिः विशेषित एकत्वम् अनुक्त्वा धर्मिणि ऐक्यविवक्षया अपि वाद्यते। अत्र धर्मिणि द्वौ अस्ति, धर्मि द्वौ घट अपि च पटः अस्ति खलु, अतः एकस्मिन् धर्मिणि इति इत्यस्य अतिव्याप्ति भवति तस्मिन् दले इति। कुतः तर्हि एकविशेषता परदा एकस्मिन् धर्मिणि इत्यस्य अस्य? अत्र निरूपयतु भगिनि, भवती एवमेव उक्त्वा गच्छति। न अहं तद् मया न अवगतं, तदेव अहं पृच्छामि इदानीं। तर्हि क्रमेण चिन्तयतु, क्रमेण चिन्तयति चेत् अवगच्छति। गडपडौ इति समूहालम्बनज्ञाने अतिव्याप्ति इति उक्तं, तत् कथम् इति चेत् अत्र कदा भवति यदि एकस्मिन् समूहालम्बनज्ञाने अतिव्याप्तिः कदा भवति? एकस्मिन् धर्मिणि इति दलं त्यजामः चेत्। हा सत्यं, तर्हि तत् पूर्वम् उक्तं खलु? तत् पूर्व उक्तं। हा तर्हि इदानीं घटपटौ इति समूहालम्बनज्ञाने एकस्मिन् धर्मिणि इति दलं त्यजामश्चेत्, संशयस्य लक्षणवाक्ये एकस्मिन् धर्मिणि इति दलं त्यजामश्चेत् घटपटौ इति समूहालम्बनज्ञाने अतिव्याप्तिः इति यदुक्तं तत्र अग्रे पठतु, अतिव्याप्तिः अग्रे। कुतः तर्हि तदा आरभ्य वा? न अग्रिमपरिच्छेदः घटपटौ इति समूहालम्बने अतिव्याप्तिः कदा उक्तम्? एकस्मिन् धर्मिणि इति त्यजं त्यजामश्चेत् अतिव्याप्तिः इति उक्तं खलु? तदुक्तं, तत्र अग्रे पठतु अतिव्याप्तिः। ओके, इदानीम् अवगतवती। विशेष्यतायाम् एकत्वम् अनुक्त्वा धर्मिणि तावत् विशेष्यतायाम् एकत्वम् अनुक्त्वा, तर्हि इदानीं तस्मिन् विषये चिन्तनम्। ओके वदतु। विशेष्यतां धर्मि एकत्वम् अनुक्त्वा धर्मिणि ऐक्यविवक्षा, प्रश्नस्य उत्तरं वदतु भगिनी। विशेषतायाम् एकत्वम् अनुक्त्वा इत्युक्ते घटपटौ ऐक्यत्वम् एकत्वम् अनुक्त्वा इति न, एकत्वम् इति कुत्र उक्तम्? एकत्वं समूहालम्बनज्ञाने न एकत्वम् इति एकस्मिन् धर्मिणि इत्यत्र ऐक्यम् उक्तम्। ऐक्यम् इति किमर्थं वदति? एकत्वम् इति उक्तं कुत्र? एकस्मिन् धर्मिणि इत्यत्र। एकस्मिन् इत्युक्ते किम्? एकत्वं यस्मिन् अस्ति तत्र इति खलु? तर्हि एकस्मिन् इत्यनेन एकत्वम् उक्तं, तर्हि इदानीं दलसार्थक्यं कथं क्रियते? एकस्मिन् धर्मिणि इत्यत्रापि पदविच्छेदं कृत्वा केवलं धर्मिणि एकत्वम् इति पदं त्यजामश्चेत् पूर्वं किं चिन्तितम्? ओके, एकस्मिन् धर्मिणि इति मिलित्वा चिन्तितम्। हा एकस्मिन् धर्मिणि इति पदद्वयं लक्षणात् त्यजामश्चेत् घटपटौ इति समूहालम्बनज्ञाने अतिव्याप्तिः भवति इति उक्तम्। तर्हि इदानीं पूर्वपक्षी पृच्छति अत्र केवलं धर्मिणी इति पदं पर्याप्तम् एकस्मिन् इति नावाश्यकम् इति वदति. विशेष्यतायां विशेष्यता कुत्र वर्तते? धर्मिणी. धर्मी एव विशेष्यः अस्ति खलु? धर्मिणी वर्तते. धर्मी इति विशेष्यं, तस्मिन् धर्मिणी विशेष्यता वर्तते. तत्र विशेष्यतां यत्र वर्तते तत्र एकस्मिन् इति उक्तं खलु? तत्र एकस्मिन् अथवा एकत्वम् अनुत्वा अग्रे धर्मिणि ऐक्यविवक्षा अपि वार्यते. पुनः पठतु. धर्मिणि ऐक्यविवक्षया विवक्षया अनयोः मध्ये भेदः अस्ति खलु? विवक्षया अपि वार्यते. धर्मिणि एकस्मिन् इति दलम् अनुक्त्वा, तत् न उक्तं चेत् कुत्र धर्मिणि ऐक्यविवक्षा इति आगच्छति, तत् वार्यते. अस्य अर्थः कः? विवक्षाया वार्यते, धर्मिणि एव आगच्छति इति. भगिनि अत्र चिन्तयतु भगिनि, यु आर् जस्ट् रिपीटिङ्ग् वाट् एवर् इस् सेड् देयर्, यु आर् नाट् ट्रैङ्ग् टु अण्डर्स्टाण्ड्. अत्र एकस्मिन् धर्मिणि इति पदद्वयं प्रयुक्तम्. इदानीं पूर्वपक्षी वदति एकस्मिन् इति त्यजामश्चेदपि क्लेशः न भवति इति वदति. तर्हि कथं क्लेशः न भवति? धर्मिणी इत्यस्य विभक्तिवचनं किम्? सप्तमी एकवचनम्. हा, सप्तमी एकवचनमस्ति खलु? तर्हि धर्मिणी इति उक्तत्वात् एकवचनं तत्र अस्ति. ओके, तर्हि एकस्मिन् धर्मिणी इति न वक्तव्यं. धर्मिणी इति वदामश्चेदेव तत्र ऐक्यं सिद्ध्यति, इत्युक्ते एकत्वम् एकवचने उक्तं खलु धर्मिणी इति. एकवचने यदुक्तं भवति तस्मिन् एकत्वमस्ति खलु? एकत्वमस्ति इति कृत्वा एव एकवचने वर्णनम्. अवबुध्यते खलु? बुध्यते, बुध्यते. एकस्मिन् धर्मिणि इति अनुक्त्वा केवलं धर्मिणि इति वदामश्चेत् धर्मिणि इति पदं स्वयम् एकवचने अस्ति इति कृत्वा एकत्वम् इति अनावश्यकम्. कथं? तत्र च द्वौ धर्मिणौ, तत्र च इत्युक्ते घटपटौ इति समूह आलम्बने द्वौ धर्मिणौ अस्ति खलु? तर्हि द्वौ धर्मिणौ अस्ति इति कृत्वा यदि लक्षणं धर्मिणी विरुद्धधर्म नानाधर्म वैशिष्ट्य अवगाहि ज्ञानं संशयः इति वदामश्चेत् घटपटौ इति समूहालम्बनज्ञाने अतिव्याप्तिः न भवत्येव. किमर्थमित्युक्ते धर्मिणी इति लक्षणं कृतं, धर्मिणोः इति लक्षणं न कृतम्, अथवा धर्मिषु इति धर्मी किं धर्मिनिषु इति भवति वा? धर्मिन् इति प्रातिपदिकं षु नकारः अस्ति, सा आगच्छति. हा, इति कृत्वा धर्मिणी इति वदामश्चेत् पर्याप्तम्. एकत्वम् इति अनावश्यकम्, एकस्मिन् इति अनावश्यकम्. ओके, इदानीम् एकवचने आम् एकवचने यदि उक्तत्वात् अत्र अतिव्याप्तिः न भवति. यद्यपि घटपटौ इति समूहालम्बनज्ञानं, घटपटौ इत्यस्य विभक्तिवचनं किम्? घटपटौ द्वितीय एकवचनं, प्रथमाद्विवचनं, क्षम्यता. हा, प्रथमाद्विवचनं खलु? किन्तु धर्मिणी इति सप्तमी एकवचनं इति कृत्वा अत्र घटपटौ इत्यत्र यत् या अतिव्याप्तिः जायते इति उक्तं तत्र न जायत्येव. अतः एकधर्मिनिष्ठविशेष्यतायाः असत्त्वा न अतिव्याप्तिः इति कृत्वा कुतः तर्हि एकविशेष्यपरता एकस्मिन् धर्मिणि इत्यस्य? सः वदति तर्हि एकस्मिन् इति पदमपि त्यजतु, केवलं धर्मिणी इत्येव वदतु. धर्मिणी इति एकवचने उक्तत्वात् घटपटौ इत्यत्र अतिव्याप्तिः न भवत्येव, यथा भवता पूर्वमुक्तं तादृशं न भवति. अतः धर्मिणी इति वक्तव्यं, किन्तु एकस्मिन् धर्मिणि इति अनावश्यकम् इति आक्षिपति. अवबुध्यते खलु? सो यु हाव् टु गो वर्ड् बै वर्ड्, तदा अवबुध्यते. अत्र च घटपटौ इति समूहालङ्घनज्ञाने अतिव्याप्तिः. कदा अतिव्याप्तिः भवति? एकस्मिन् धर्मिणि इति दलं त्यजामश्चेत् अतिव्याप्तिः भवति. तत्र विशेष्यताम् एकत्वम् अनुक्त्वा एकस्मिन् इति पदं त्यक्त्वा धर्मिणि ऐक्यविवक्षया अपि वार्यते. किं वार्यते? अतिव्याप्तिः वार्यते. अतिव्याप्तिः न जायते धर्मिणि इति एकवचने उक्तत्वात्. तत्र च द्वौ धर्मौ धर्मिणौ घटश्च पटश्च, अतः एकत्वधर्मनिष्ठ एकधर्मनिष्ठविशेष्यतायाः असत्वात् एकवचने उक्तं धर्मिणी इति कृत्वा कुतः तर्हि एकविशेषतापरता एकस्मिन् धर्मिणी इत्यस्य इति पृच्छति. अस्तु, अग्रे उत्तरम्. उच्यते एकमेव पर्वतं पर्वतत्वेन द्रव्यत्वेन च अवगाहमानं पर्वतः वह्निमान् पर्वतं द्रव्यं वह्नि अभाववान् इति. सम्यक्तया एकमेव अभाव क्षम्यतां पर्वतः वह्निमान् द्रव्यं वह्नि अभाववत् इति समूहालम्बनात्मकं ज्ञानं स्वीकरोतु भवान् इह हि पर्वत. अत्र अग्रे पठनात् पूर्वं भवती स्वचिन्तनं करोतु. इदानीं ज्ञानं किं? ज्ञानम् एकमेव पर्वतं पर्वतः वह्निमान् इति एकज्ञानम्, अस्मिन् पर्वते द्रव्यत्वम् अपि अस्ति इति कृत्वा पर्वतं. यु आर् नाट् सेयिङ्ग् फुल्लि भगिनि, दिस् इस् यु हाव् टु. कथं प्रश्नस्य उत्तरम्? एकनिमिषं प्रश्नं पृच्छामि, कृपया वदतु. ज्ञानस्य आकारः कः? पर्वतः वह्निमान् इति एव वा? द्रव्यं वह्नि अभाववत् इति अपि. तर्हि किमर्थं पर्वतः वह्निमान् इति तावदेव वदति? पुनः वदतु, ज्ञानस्य आकारः कः इति. पर्वतः वह्निमान् द्रव्यं वह्नि अभाववत् इति समूहालम्बनात्मकज्ञानं. तर्हि कति ज्ञानानि सन्ति अत्र? ज्ञानद्वयमस्ति इति नास्ति, एकमेव ज्ञानम् इति. समूहालम्बनज्ञानम् इति उक्तं खलु? आम्. समूहालम्बनज्ञानस्य लक्षणं किम्? एकस्मिन् विशेषे बहवः विशेषणानि सन्ति इति नास्ति. यु हव् फर्गॉटन् एव्रिथिङ्ग्. न महोदय, तदेव खलु घट घटे रूपरसवान् घटः इति खलु. किं? रूपरसवान् घटः वह्नि वह्नि अभावं द्वयमपि एकस्मिन् एकत्र अस्ति खलु. महानसं वह्निमान् समुच्चयज्ञानं समूहालम्बनज्ञानम् अनयोः मध्ये कः भेदः? अहं यत् उक्तवती तत् समुच्चयज्ञानस्य आकारः, तत्तु समुच्चयज्ञानमस्ति. क्षम्यताम्. See, this is the problem. These are all technical words. If you misunderstand one technical word for another, then your entire understanding will be wrong. Okay. इन् समूहालम्बनज्ञाने विशेष्यः बहवः विशेषणानि अपि बहवः भवितुमर्हति. विशेषणानि बहूनि बहूनि वायुस्पर्शवान् जलं शीतस्पर्शवत् वायुः स्पर्शवान् घटः रूपवान् खलु. इति समूहालम्बनज्ञानस्य उदाहरणम्. Unless you remember this, you will continue to make mistakes. Okay, I agree with you. पर्वतः वन्निमान् द्रव्यं वन्नि अभाववत् इत्यस्मिन् इति ज्ञानं समूह आलम्बनज्ञानं खलु. तर्हि समूह आलम्बनज्ञाने समूहालम्बनज्ञानस्य लक्षणं किं, कथं भवति समूहालम्बनज्ञानं, प्रतिपादयतु. समूहालम्बनज्ञानस्य लक्षणं, लक्षणमिति अत्र त्यजतु. यु अण्ड् यु टेल् मी युर् अण्डर्स्टाण्डिङ्ग्, दट्स् आल्. इदानीं एक विशेषणं भिन्नभिन्नविशेषणम् अपि च भिन्नभिन्न विशेष्य विशेष्यं प्रकारः भिन्नभिन्न भवितुम् अर्हति इति. घटे रूप घटः रूपवान् च तादृशं न वक्तुं शक्यते न महोदय, अहं किञ्चित् दृष्ट्वा वदामि. इदानीं मम मनसि नास्ति, भ्रमः अस्ति, न भ्रमः अस्ति महोदय. वायुः स्पर्शवान् घटः रूपवान्, आकारः आकारः अहं जानामि, किन्तु वाक्यरचने इफ् यु स्टार्ट् इन् युर् मैण्ड् दट् ऐ डोण्ट् अण्डर्स्टाण्ड् यु विल् नाट् अण्डर्स्टाण्ड्. ओके, तर्हि मम वाक्यं श्रुत्वा परिशीलयतु, स्वचिन्तनं करोतु. वायुः स्पर्शवान् घटः रूपवान् इति ज्ञानम् एकमेव ज्ञानं, समूहालम्बनज्ञानस्य उदाहरणम्. अत्र कति विशेष्याः सन्ति? विशेष्यद्वयमस्ति, तौ कौ? वायुः अपि च घटः. उत्तमं, कति प्रकाराः सन्ति? वायुः स्पर्शः अपि च घटः रूपः, रूपः स्पर्शः द्वौ. उत्तमम् इति. तर्हि अत्र नानाविशेष्याः सन्ति, नानाप्रकाराः सन्ति, अपि च विशेष्ययोः मध्ये भेदः अस्ति, प्रकारयोः मध्ये अपि भेदः अस्ति खलु. अस्ति हा, इति समूह आलम्बनज्ञानस्य आकारः, तदेव लक्षणं. भिन्नभिन्नविशेष्यौ भिन्नभिन्नप्रकारौ यदि एकस्मिन् ज्ञाने अस्ति, तादृशज्ञानं समूहालम्बनज्ञानं खलु. अस्तु, इदानीम् अत्र प्रकृत उदाहरणं किम्? प्रकृत उदाहरणमस्ति पर्वतः वह्निमान् द्रव्यं वह्नि अभाववत्. अत्र कति विशेष्यौ अथवा कति विशेष्याणि सन्ति, विशेष्याः सन्ति? पर्वतः अपि च द्रव्यम् इति. पर्वतः अपि च द्रव्यम्, अनयोः मध्ये भेदः वर्तते वा? न, भेदः नास्ति, पर्वतः द्रव्यमेव. किन्तु अत्र भेदः अस्ति वा न वा? अवच्छेदकत्वे न भेदः अस्ति. तर्हि भेदः अस्ति खलु? अस्ति अस्ति. हा, पर्वतः द्रव्यं न इति न वक्तुं शक्यते, पर्वतः द्रव्यमेव, किन्तु सर्वाणि द्रव्याणि अत्र पार्थिवद्रव्याणि न सन्ति इति कृत्वा तयोः मध्ये भेदः अस्ति. अतः पर्वतः द्रव्यं न इति वक्तुं शक्यते, तयोः मध्ये अन्योन्य अभावः अस्ति खलु. अस्ति, पर्वते द्रव्यत्वमस्ति, किन्तु पर्वते द्रव्यत्वमस्ति, द्रव्येऽपि द्रव्यत्वमस्ति इति कृत्वा जातिं दृष्ट्वा तयोः मध्ये साम्यं वर्तते. किन्तु पर्वते द्रव्यत्वमस्ति, किन्तु सर्वेषु द्रव्येषु पर्वतत्वं नास्ति इति कृत्वा तयोः मध्ये भेदः अपि अस्ति इति कृत्वा पर्वतः अपि च द्रव्यम् इति विशेष्यद्वौ, विशेष्यौ द्वौ विशेष्यौ तयोः मध्ये भेदः वर्तते. अस्तु, कति प्रकारौ स्तः? प्रकारः अपि द्वौ प्रकारः स्तः वह्नि वह्निमान् इति वह्नि एकं वह्नि अभावः द्वितीयः खलु इति भिन्नभिन्नप्रकारौ स्तः भिन्नभिन्नविशेष्यौ स्तः इति कृत्वा एतत् ज्ञानं समूहालम्बनज्ञानम् इति वक्तुं शक्नुमः शक्यते किन्तु इदानीम् अग्रे चिन्तयतु पर्वतः वन्यमान् द्रव्यं वन्य अभाववत् इति समूह आलम्बनज्ञाने इदानीं कस्मिन् विषये चिन्तनम् एकस्मिन् धर्मणि इत्यस्य एकस्मिन् धर्मणि इत्यस्य किम् एकस्मिन् इति अनुक्तं चेत् तत्र एकस्मिन् इति पदं यजामश्चेत् कुत्र अतिव्याप्तिः भवति इति चिन्तनं खलु अस्तु तर्हि इदानीम् अग्रे पठतु इह हि पर्वतत्वेन द्रव्यत्वेन च पर्वतः पर्वता एकः एव एकः पर्वतः एव एकः धर्मे ज्ञाने विशेष्यः पर्वतः इति वा अत्र सन्धिविच्छेदं कथं भवेत् पर्वतः इति भवति पर्वतः एकः पर्वतः एव एकः वा पर्वतः एकः इति समीचीनम् एव इति किमर्थं पर्वतः हा पर्वता एव तावत् पर्याप्तं पर्वतः अकारः पर्वतो एकः पर्वतः पर्वतः इति आगच्छति पर्वते इति भवितुमर्हति वा पर्वते एव पर्वतः एव एकः इति एव समीचीनं सत्यं पर्वतः एव एकः धर्मी ज्ञाने विशेष्यः पर्वतत्वेन अस्तु अत्र किं परिशीलयति यद्यपि अत्र समूह आलम्बनज्ञानम् इति भाति पर्वतः वन्यमान् द्रव्यवन्य अभाववत् इत्यत्र विशेष्य द्वौ विशेष्यौ स्तः इति भाति किन्तु पर्वतत्वेन द्रव्यत्वेन च पर्वतः एकः एव धर्मी इति अस्मिन् ज्ञाने विशेष्यः कति विशेष्यः इति चेत् एकः एव विशेष्यः अस्ति इति सः वदति अग्रे तन्निष्टविशेषतानिरूपितविरुद्धनानाधर्मप्रकार प्रकारता प्रकारताकत्व कत्वम् उक्त निश्चयं निश्चयस्य ओके तन्निष्टविशेषतानिरूपितविरुद्धनानाधर्मप्रकारताकत्वमुक्तनिश्चयस्य अव्याहदम् इति भवति अत्र अतिव्याप्ति अस्तु अत्र तन्निष्ट इत्यत्र समस्तपदं कियत्पर्यन्तम् तन्निष्टविशेषितानिरूपितविरुद्धनानाधर्मप्रकारकत्वं तावत्पर्यन्तम् उत्तमं तन्निष्टविशेषतानिरूपितविरुद्धनानाधर्मप्रकारकत्वम् उक्तनिश्चयस्य अव्याहतम् इति भवति अत्र अतिव्याप्तिः अस्तु अस्य वाक्यस्य अर्थः कः कथम् अतिव्याप्तिः भवति तन्निष्ट तन् इत्यनेन किम् तन् इत्यत्र विशेष्यम् उक्तमस्ति तन्निष्ठ पूर्वं वाक्ये पूर्वे वाक्ये किमुक्तम् पर्वतत्वेन द्रव्यत्वेन इति पर्वतम् इति वक्तव्यं वा तन्निष्ठ ज्ञाने विशेष्यः ज्ञा न अवगतं महोदय ज्ञाननिष्ठा धर्मी ज्ञाने विशेषः एकः धर्मी इत्युक्तं पर्वतः एव पर्वतः एव तर्हि पर्वतः खलु तर्हि तन्निष्ठ इत्युक्ते पर्वतनिष्ठ भवती अवगच्छति वा न इति न जाने. अहम् अवगच्छामि, किन्तु किञ्चित् भ्रमः अपि अस्ति. नो नो, यु सी नौ यु आर् आल्मोस्ट् अट् दि एण्ड् आफ् द बुक्. यु केनाट् हाव् डौट्स् आन् दीस् थिङ्ग्स्. इतोपि किञ्चित् अवधानं दत्वा पठतु. ज्ञाने विशेषः, तर्हि तन्निष्ठ, तर्हि तन्निष्ठविशेष्यता इति उक्तं खलु. तर्हि विशेष्यः इति चेत् विशेष्यता कुत्र भवति? विशेष्यता धर्मी पर्वते भवति. सामान्यतया विशेषता विशेष्ये भवति खलु. विशेष्ये भवति. अत्र विशेष्यः कः? पर्वतः विशेषः. तर्हि अतः तन् तद् इत्यनेन पर्वतः स्वीकर्तव्यः. तन्निष्ठ पर्वतनिष्ठविशेष्यता निरूपित विरुद्ध विरुद्धनानाधर्मः. तर्हि विरुद्धनानाधर्मः कः? विरुद्धनानाधर्मौ कौ? वह्निमान् वह्नि अभाववत् इति. इति वा भाव अभावः खलु तत् तयोः मध्ये विरोधः अस्ति. निरुद्ध नानाधर्म प्रकारकत्वं प्रकारकत्वं सत्यं. तर्हि पर्वतः इति एकस्मिन् धर्मिणि विशेष्ये पर्वतनिष्ठविशेष्यता निरूपित तया विशेष्यतया किं निरूपिता? प्रकारताद्वयं निरूपितम्. एकं तु वह्निः वह्निः इति, अन्यं तु वह्नि अभावः इति खलु. तर्हि तत्र वह्नि अपि च वन्य अभावयोः मध्ये साम्यं नास्ति इति कृत्वा नानात्वं जातम्. अपि च एकं तु अभावः, अन्यस्तु अभावः इति कृत्वा तयोः मध्ये विरोधः अपि जातः. इति कृत्वा तन्निष्ठ पर्वतनिष्ठविशेष्यता निरूपित विरुद्धनानाधर्मप्रकारकत्वम् उक्तनिश्चयस्य किम्? अव्याहतम् अव्याहतम् इति भवति. अव्याहतम् अतः अत्र अधिव्याप्ति इति. उक्तनिश्चयस्य अव्याहतम् इत्युक्ते अस्मिन् अस्ति इति वा? निश्चयज्ञाने उक्तनिश्चयं किम् उक्तम्? इदानीं समूहालम्बनज्ञाने प्रकारद्वयम् अस्ति इति उक्तम् इति नास्ति. इदानीं कस्मिन् विषये चिन्तनम्? एकस्मिन् इति दलं त्यक्त्वा धर्मिणी एवं स्वीकुर्मः. दलं त्यजामश्चेत् लक्षणवाक्यं कथं भवति? धर्मिणी ततः आरभ्यते. सत्यं. तर्हि इदानीं धर्मिणी पर्वते विरुद्धनानाधर्मवैशिष्ट्य अवगाहि ज्ञानं भवति खलु? भवति. तर्हि इदानीं पर्वते पर्वते अतिव्याप्तिः इति वक्तव्यम्. पर्वते अतिव्याप्तिः नास्ति. अस्मिन् समूह आलम्बनज्ञाने पर्वतः वन्यमान् द्रव्यम् अव्य वन्य अभाववत् इति ज्ञाने अतिव्याप्तिः भवति यदि एकस्मिन् इति दलं त्यजामश्चेत्. किमर्थमिति चेत् एकस्मिन् इति दलं त्यजामश्चेत् धर्मिणी विरुद्धनानाधर्मवैशिष्ट्य अवगाहि ज्ञानं संशयः इति खलु. तर्हि इदानीं धर्मिणी अत्र धर्मीकः पर्वतः इति कृत्वा पर्वते विरुद्धनानाधर्म वह्नी अपि च वह्नि अभावः इति विरुद्धनानाधर्मवैशिष्ट्य अवगाहि ज्ञानम् जायते इति कृत्वा यदि एकस्मिन् इति पदं त्यजामश्चेत् एतादृशसमूह आलम्बनज्ञाने अतिव्याप्तिः जायते. तदेव उक्तम् उक्तनिश्चयस्य इत्युक्ते अत्र पर्वतः वन्यमान् द्रव्यं वन्य अभाववत् इति निश्चयात्मकज्ञानमस्ति, न तु संशयात्मकज्ञानं. किन्तु एकस्मिन् इति यदि दलं त्यजामः तदा संशयस्य यद् लक्षणं भवति तल्लक्षणम् इदानीं पर्वतः वन्यमान् द्रव्यं वन्य अभावत् इत्यस्मिन् निश्चयात्मकज्ञाने तस्य प्राप्तिः भवति इति अतिव्याप्तिः. अस्तु अग्रे. विशेष्यता एक उपादाने ऐक्य इति नास्ति, एका न भवति, एकयो उपादाने उपादाने अस्ति. विशेषता ऐक्य इति वा विशेषतैक्य इति समस्त सन्धि अस्ति अत्र. विशेष्यता एका इति न भवति वा? इत्यत्र विशेष्यता एका उपादाने विशेष्यता विशेष्यतैक्योपादाने तु न अतिव्याप्तिः. एका विशेष्यता इति अग्रे. न हि अत्र एका विशेष्यता पर्वतत्व. हा, अत्र किञ्चित् चिन्तयतु. तर्हि इदानीं सः किं वदति, यदि एकस्मिन् इति एका इति विशेष्यम् उपादद्मः चेत् अतिव्याप्तिः न भवति इति सः वदति. तर्हि कथम् एका अथवा एकस्मिन् इति पदस्य योजनेन अतिव्याप्तिः निवारिता भवति इति स्वचिन्तनं करोतु. एकस्मिन् इति न स्वीकुर्मः चेत् कुत्रापि अत्रापि अभिव्याप्ति भवति इति वक्तव्यं न? पुनः वदतु. विशेषता एका इति वदति चेत् कुत्र अभिव्याप्ति? विशेषता एका इति अस्ति, एका इति भगिनी न अवगतं, वदतु पुनः पृच्छतु महोदय एकवारं. भगिनी अत्र पश्यतु भगिनी, एकस्मिन् धर्मिणि इत्यत्र एकस्मिन् इति त्यजामश्चेत् अतिव्याप्तिः न भवति इति कृत्वा एकस्मिन् इति पदं त्यक्तुं शक्यते इति पूर्वपक्षे आक्षिपति खलु. तन्बुद्धं तावत् बुद्धं. तर्हि इदानीं सिद्धान्तिना किं वक्तव्यम्? एकस्मिन् इति दलम् आवश्यकम् इति. तर्हि एकस्मिन् इति दलं योजयामश्चेत् पर्वतः वन्यमान् द्रव्यं वन्य अभावत् इति समूह आलम्बनज्ञाने जायमान निश्चयात्मकसमूह आलम्बनज्ञाने जायमानस्य अतिव्याप्तिः अपगच्छति इति निरूपणीयम्. ओके, भवती विपरीतरीत्या उक्तवती. एकस्मिन् इति दलं त्यजामश्चेत् इति चिन्तयति. ओके, अस्य आवश्यकता वक्तव्यम्. हा, एकस्मिन् इति दलं योजयामश्चेत् कथम् अतिव्याप्तिः निवारिता भवति इति वक्तव्यम्. अतः अत्र विशेषः एकः इति न स्वीकुर्मः इति वक्तव्यम्. न स्वीकुर्मः इति निरूपयतु. इट् इस् नाट् लैक् यु केन् जस्ट् से ऐ डोण्ट् वाण्ट् टु चूस्. ओके, इदानीं ज्ञानस्य आकारः अस्ति पर्वतः वन्यमान् द्रव्यं वह्नि अभाववत् इति समूहालम्बनज्ञानम् इति कृत्वा पर्वतत्वेन अवच्छेदकमस्ति पर्वतत्वम्. अतः तद् विशेष्यमस्ति वह्निमान् इत्यत्र पर्वतत्वेन पर्वतः विशेषः भवति. परन्तु वह्नि अभाववान् इत्यत्र यद्यपि पर्वतः द्रव्यमस्ति तदापि तत्र द्रव्यत्वेन तस्य अवच्छेदकत्वं भवति. नो नो नो, यु आर् डूयिङ्ग् टु मच् गेस्सिङ्ग्. द्रव्यम् अपि च पर्वतं द्वौ विशेषौ स्तः इति सी अत्र पश्यतु भगिनि, अत्र क्रमेण चिन्तयति चेत् क्लेशः एव न भवति. अत्र अग्रे पठित्वा किमपि वदति चेत् क्लेशः भवति. अतः एव अहं स्थगनं करोमि, अग्रे मा पठतु, स्वचिन्तनं करोतु इति. किमर्थम् अहं वदामि? इदानीम् अस्माभिः किं निरूपणीयम्? पर्वतः एकनिमिषं शृणोतु. पर्वतः वन्यमान् द्रव्यं वन्य अभाववत् इत्यत्र विशेष्यद्वयं वर्तते, न तु एकः विशेषः इति वक्तव्यम् इति निरूपणीयं खलु. तद् निरूपयामश्चेत् एकस्मिन् इति दलस्य आवश्यकता अस्ति इति निरूपयितुं शक्यते खलु. पर्वतः वन्यमान् इत्यत्र पर्वतः अस्ति, द्रव्यं वन्य अभाववान् इत्यत्र द्रव्यमस्ति इति. हा, तर्हि किं निरूपणीयं? पूर्वं पूर्वपक्षिणा किमुक्तम्? अत्र एकः एव विशेष्यः, एकः एव धर्मी इति उक्तम्. किन्तु इदानीं सः किं वदति? यद्यपि एकः एव धर्मी तथापि विशेष्यद्वयं वर्तते इति निरूपणीयम्. यद्यपि एकः एव धर्मी तथापि अत्र विशेष्यद्वयं वर्तते. कथम् इति चेत् पर्वते पर्वतत्वं वर्तते, द्रव्ये द्रव्यत्वं वर्तते. यद्यपि पर्वते द्रव्यत्वमपि वर्तते पर्वतत्वमपि वर्तते, किन्तु द्रव्ये द्वितीयविशेष्ये केवलं द्रव्यत्वम् एव वर्तते इति कृत्वा अत्र यद्यपि एकः एव धर्मी अस्ति तथापि विशेष्यद्वयमस्ति इति सः वदति. अवगच्छति वा? आम् अवगतवती. पुनः वदतु तर्हि. इदानीम् एकस्मिन् इति दलस्य आवश्यकता अस्ति, यद्यपि पर्वतम् इति पर्वतम् इति द्रव्यम् अस्ति चेदपि तत् द्रव्ये पर्वतत्वं नास्ति इति. अतः अत्र भिन्नभिन्नविशेष्याः एव तौ इति. कति धर्मी सन्ति? पर्वतः वन्यमान् द्रव्यम् अन्य अभावत् इत्यत्र कति धर्मिणः सन्ति? द्वौ सन्ति, पर्वतः इति. द्रव्यमेव कति धर्मी सन्ति? कति धर्मिणः सन्ति? क्षम्यतां, कति धर्मिणः सन्ति? वह्नी धर्मिणी धर्मिणः इत्युक्ते धर्म यस्मिन् धर्मी यस्मिन् धर्मिणि वर्तते इति. यस्मिन् धर्मिणि वर्तते धर्मिणी धर्मिणः न धर्मिणः. धर्मिणः इति बहुवचनं भगिनि, धर्मिणी इति शब्दस्य. ओके, धर्मी धर्मिणौ धर्मिणः. पर्वतः वन्यमान् द्रव्यं वव्य अभाववत् इति समूह आलम्बनज्ञाने कति धर्मिणः सन्ति इति प्रश्नः. प्रश्नस्य उत्तरं वदति एकेन पदेन इति नास्ति. एकः एव धर्मी, स च धर्मी पर्वतः. किन्तु इदानीं द्वितीयप्रश्नः, कति विशेष्याः सन्ति? ओके, विशेष्यः विशेष्याः द्वौ. ओके, हा विशेष्यौ द्वौ. ओके, विशेष्यौ द्वौ. एकः एव धर्मी तथापि विशेष्यौ द्वौ. ओके, कथम् एकः एव धर्मी इति चेत् अत्र पर्वतः एव धर्मी, यस्मिन् पर्वते पर्वतत्वमपि अस्ति द्रव्यत्वमपि अस्ति इति कृत्वा एकः एव धर्मी. किन्तु विशेष्यद्वौ किमर्थमिति चेत् पर्वतः इति विशेष्ये पर्वतत्वमस्ति द्रव्यत्वमपि अस्ति, किन्तु द्रव्यम् इति विशेष्ये केवलं द्रव्यत्वमेव अस्ति इति कृत्वा तयोः मध्ये भेदः. एकस्मिन् धर्मिणि इति वक्तव्यमेव अत्र एकस्मिन् इति धर्मी इत्यस्य विशेष्यं नास्ति किन्तु विशेष्यतायाः अवच्छेदकः अस्ति इति वक्तुम् इच्छति ग्रन्थकारः पुनः वदतु महोदय धर्मी एकस्मिन् धर्मिणि अत्र अत्र लक्षणवाक्यं किम् एकस्मिन् धर्मिणि विरुद्धनानाधर्मवैदिक्य अवगाहि ज्ञानं संशयः इति अस्ति खलु तर्हि अत्र एकस्मिन् धर्मिणि इति पदयोः मध्ये कः सम्बन्धः अस्ति विशेषणविशेषभावः अस्ति किं विशेषणम् एकस्मिन् इति विशेषणं विशेष्यं किं धर्मिणि इति विशेष्यम् इति भाति किन्तु तद् सत्यं नास्ति सः वदति यदि एकस्मिन् इति धर्मिणि इत्यस्य विशेषणमिति स्वीकुर्मः तर्हि धर्मिणि इति एकवचने उक्तत्वात् एकस्मिन् इत्यस्य आवश्यकता एव नास्ति इति पूर्वपक्षिणा यदुक्तं तदेव सत्यं भवति किन्तु ग्रन्थकारः वदति अत्र एकस्मिन् इति धर्मिणि इत्यस्य विशेषणं नास्ति किन्तु विशेष्यस्य विशेषणं धर्मिणि इति विशेष्यमस्ति खलु तर्हि एकस्मिन् इति विशेष्यम् इत्यस्य इत्यस्य विशेषणमस्ति इति कृत्वा पर्वतः वन्यमान् द्रव्यं वन्य अभावत् इत्यत्र यद्यपि एकः एव धर्मी तथापि विशेष्यद्वयमस्ति तर्हि एकस्मिन् धर्मिणि इति वदामश्चेत् अस्मिन् समूहालम्बने ज्ञाने यद् अतिव्याप्तिः जायते एकस्मिन् इति दलं त्यजामश्चेत् सा अतिव्याप्तिः न भवति एकस्मिन् इति उक्तत्वात् किमर्थम् एका विशेष्यता इति उक्तं खलु तर्हि एका विशेष्यतायाः विशेषणमस्ति एकस्मिन् इति अवबुध्यते खलु इदानीं किञ्चित् यत् धर्मिणि इति पूर्वं यदुक्तं तेन किम् अवगन्तव्यम् इति चेत् एकस्य विशेषता विशेषता एकस्य एव भवति इति वा विशेषता अत्र प्रश्नः कः इति चेत् भगिनि एकस्मिन् धर्मिणि इत्यत्र एकस्मिन् इति विशेषणं धर्मिणि इत्यस्य इति भाति तत्तु अवगतम् किन्तु तद् नास्ति तर्हि एकस्मिन् इति कस्य विशेषणम् इति चेत् धर्मिणि विद्यमानधर्म धर्मिता इति अस्ति खलु विशेष्यता विशेष्यतायाः विशेषणम् एकस्मिन् इति वक्तुमिच्छति अतः एव न हि अत्र एका विशेष्यता इति उक्तम् तर्हि पर्वतः वन्यमान् द्रव्यं वन्य अभाववत् इति समूहालम्बनज्ञाने यद्यपि एकः एव धर्मी अस्ति पर्वतः तथापि अत्र विशेष्यद्वयमस्ति विशेष्यद्वयमस्ति चेदेव समूहाल आलम्बनज्ञानम् इत्यस्मिन् अन्तर्भूतं भवति खलु तदेव लक्षणं समूहालम्बनज्ञानस्य लक्षणम् अस्ति तत् यदि एकः एव विशेष्यः अस्ति तदा समूहलम्बनज्ञानं न भवति केवलं समुच्चयज्ञानं भवति इति कृत्वा अत्र एकस्मिन् इति दलस्य आवश्यकता अपि अस्ति इति उक्तम् अवगच्छति किम् यद्यपि विशेषता द्वयमस्ति चेदपि तत् एकस्य धर्मिणः विशेषणम् एव इति नास्ति इदानीं धर्मिणि कः अस्ति पर्वतः एव खलु तस्य विशेषणमेव अस्ति द्रव्यम् इति अपि किं पर्वतः इत्यस्य विशेषणं द्रव्यं वा द्रव्यम् इति तादृशं नास्ति पर्वतस्य विशेष पर्वते द्रव्यत्वम् अपि अस्ति खलु तत्तु सत्यं किन्तु किमर्थम् एतद् वदति ऐ डोण्ट् नो वेदर् यु अण्डर्स्टाण्ड् वाट् ऐ एम् सेयिङ्ग् now why I got confusion saying this dharmini is not the visheshana of ekasmin. Ekasmin is not the visheshana for dharmini. There is my confusion. Ekasmin idi, otherwise how to explain that ekasmin? Now we are having two visheshas here, samuhalambana jnane. How to conclude that into one? अत्र प्रश्नः कः इति चेत् एकस्मिन् इति पदस्य आवश्यकता अस्ति वा न वा इति खलु. तर्हि इदानीम् एकस्मिन् इति पदस्य आवश्यकत्वम् अस्ति. कथं निरूपितम् एकस्मिन् इति कस्य विशेषणं वदतु. तस्य उत्तरस्य तस्य प्रश्नस्य उत्तरं वदतु. एकस्मिन् लक्षणवाक्ये यदस्ति तत् कस्य विशेषणम्? समूहारम्भनज्ञान निश्चयज्ञानस्य विशेष्यस्य इति उक्तम्. तदेव मम भ्रमः. हा, विशेष्यः अपि च धर्मी अनयोः मध्ये भेदः अस्ति. अस्ति, तदिदानीम् अवगतवती. हा, अत्र मुख्यवार्ता का इति चेत् धर्मी अपि च विशेष्यः अनयोः मध्ये भेदः अस्ति इति कृत्वा धर्मिणी इति पदे यद्यपि एकवचनत्वं श्रूयते तथापि एकस्मिन् इत्यस्य आवश्यकता अस्ति. किमर्थम् इति चेत् एकस्मिन् इति विशेष्यस्य विशेषणमस्ति, न तु धर्मिणः विशेषणम्. एकस्मिन् इति ज्ञानस्य इति स्वीकर्तुं शक्यते वा महोदय? न, एकस्य इति ज्ञानस्य इति स्वीकर्तुं समूहावलम्बनं क्वश्चन् फुल्लि. ज्ञानस्य इति किम्? एकस्य इति ज्ञानस्य किम्? इदानीं समूहावलम्बनज्ञानस्य आकारः पर्वतः वनिमान् द्रव्यं वह्नि अभाववत् इति अस्ति. तत् एकं ज्ञानम् इति स्वीकुर्मः चेत् एकस्मिन् ज्ञाने धर्मिणि तादृशं वक्तुं शक्यते वा इति. आरम्भतः रामायणं श्रुत्वा तत्र मम को क्लेशः अस्ति. तदेव नो नो सी ऐ डोण्ट् नो वै यु आर् नौ थिङ्किङ्ग् आफ् अ थर्ड् थिङ्ग् काल्ड् ज्ञानम्. यु आर् ओन्ली टाकिङ्ग् आफ् टु थिङ्ग्स् हियर्. एकं तु धर्मी अस्ति, एकः धर्मी अस्ति, अन्यः तु विशेष्यः अस्ति. धर्मिविशेष्ययोः मध्ये भेदः वर्तते. विशेष्ययोः भेदः वर्तते. एषः विशेषः धर्मी अपि च विशेष्यः अनयोः मध्ये भेदः वर्तते इति वाक्यं निरूपयतु. ज्ञान एतत् ज्ञानं स्वीकृत्य वदामि वा? पर्वतवन्यमान् द्रव्यं वह्नि अभाववत् इत्यत्र धर्मी अस्ति पर्वतः, परन्तु विशेष्यः इति वदामः चेत् पर्वतत्वम् अपि विशेषता पर्वते अस्ति, अपि च पर्वतत्वे अस्ति विशेषता पर्वते अस्ति, अपि च द्रव्ये अपि अस्ति. विशेषद्वयम् अस्ति परन्तु एकः एव. समीचीनं. तर्हि इदानीं समीचीनप्रत्या उक्तवती पर्वतः वन्यमान् द्रव्यं वन्य अभाववत् इत्यस्मिन् समूहालम्बनज्ञाने एकः एव धर्मी कः? पर्वतः इति एकः एव धर्मी, किन्तु विशेष्यद्वयं वर्तते. तौ कौ? पर्वतः इति एकः, द्रव्यम् इति द्वितीयः. इति कृत्वा धर्मिणी इति एकवचने यदुक्तं लक्षणवाक्ये तत्तु धर्मिणं प्रति गच्छति एकवत्वं. तर्हि एकधर्मिणी इत्यत्र यदि एकवचनमस्ति तत् किं बोधयति? धर्मिणी विद्यमान एकत्वम् एव बोधयति, न तु विशेष्ये विद्यमान एकत्वं. तत् कथं साधितम् इति चेत् एकस्मिन् इति विशेषणेन साधितम्. अतः एकस्मिन् इति पदस्य आवश्यकता अस्ति. एकस्मिन् इति उक्तत्वात् विशेष्यता एकस्मिन् विशेष्ये भवेत् इति अपि अर्थः अस्ति. तर्हि एकस्मिन् विशेष्ये धर्मिणि विरुद्धनानाधर्मवैशिष्ट्य अवगाहि ज्ञानं संशयः इति लक्षणवाक्यं भवति तत्र एकस्मिन् धर्मिणि इत्यत्र मध्ये विशेष्ये इति स्थापितम् एकस्मिन् विशेष्ये यद्विशेष्यं धर्मी अपि अस्ति इति कृत्वा धर्मिणि विरुद्धनानाधर्म अवशिष्ट्य वैशिष्ट्य अवगाहि ज्ञानं संशयः इति कृत्वा अस्मिन् ज्ञाने पर्वतः वन्यमान् द्रव्यं वन्य अभावत् इत्यस्मिन् ज्ञाने अतिव्याप्तिः न भवति यदि एकस्मिन् इति दलं योजयामः किन्तु केवलम् एकस्मिन् इति फलं त्यक्त्वा धर्मिणी इति एव वदामश्चेत् पर्वतः वन्यमान् द्रव्यं वन्य अभावत् इति समूहालम्बनज्ञाने अतिव्याप्तिः भवत्येव अवगच्छति वा अस्तु अत्र भवत्याः गृहपाठः अस्ति एतद् लिखित्वा मां प्रेषयतु निश्चयं अस्तु अग्रे पठतु भगिनि न हि अत्र एका विशेषता पर्वदत्तद्रव्यत्वरूप अवच्छेदकभेदात् विशेषताभेदः आवश्यकः इदं खलु पर्वदत्तद्रव्यत्वरूप अवच्छेदकभेदात् विशेषताभेदः आवश्यकः इदानीं विशेषताभेदः न इति वक्तुं न शक्यते यतोहि पर्वदत्वे पर्वदत्वस्य अवच्छेदकः पर्वतस्य अवच्छेदकः अस्ति पर्वतत्वं तत्तु भिन्नमस्ति द्रव्यस्य अवच्छेदकमस्ति द्रव्यत्वं तदपि भिन्नपदार्थः अस्ति इति कृत्वा द्वौ अपि भिन्नभिन्न एव न तु एकः पर्वतः इति भिन्नविशेष्यः अस्ति द्रव्यमिति भिन्नविशेष्यम् अस्ति किमर्थम् इति चेत् पर्वतत्वद्रव्यत्वरूप अवच्छेदकभेदात् विशेष्यताभेदः इति कृत्वा विशेष्ययोः मध्ये भेदः यद्यपि एकः एव धर्मी तथापि विशेष्ययोः मध्ये भेदः अस्तु अग्रे इदं खलु नानाविशेषतानिरूपकं समूहालम्बनं भवति इदं खलु नानाविशेषतानिरूपकं समूहालम्बनज्ञाने नानाविशेषता भवितुम् अर्हति अतः एतादृशज्ञानं समूहालम्बनं भवेत् नियमः अतः नानाविशेष्यता अवगाहि ज्ञानं नानाविशेष्यता नानाप्रकारता अवगाहि ज्ञानमेव समूहालम्बनज्ञानम् इदानीं यदि एकः एव विशेष्यः अस्ति तर्हि तत् समूहालम्बनज्ञानं न भवति तदेव पर्वतः वन्यमान् द्रव्यं मन्ये अभवत् इति समूहालम्बनज्ञानस्य उदाहरणमस्ति तत्र समूहालम्बनज्ञानत्वमस्ति इति कृत्वा अत्र समूहालम्बनज्ञाने अतिव्याप्तिः भवति सा अतिव्याप्तिः एकस्मिन् इति दलस्य योजनेन निवारिता भवति अग्रे अतः अतः धर्मिणः अभेदे अपि विशेष्यतयोः अवच्छेदकभेदात् भिन्नयोः इह ज्ञाने सत्त्वात् एकविशेषतानिरूपितप्रकारतकत्व अभावात् न अतिव्याप्ति अतः धर्मिणः अभेदे अपि विशेषतयोः अवच्छेदकभेदात् भिन्नयोः इह सत्त्वात् भिन्नयोः इह सत्त्वात् एकविशेषतानिरूपित मम प्रश्नः पर्वतः वन्यमान् द्रव्यं वन्य अभावत् इत्यत्र पर्वतशब्देन कः पदार्थः उक्तः धर्मिणी इति धर्मी पर्वतः वन्यमान् द्रव्यम् अन्य अभावत् इति समूहालम्बनज्ञानं एक प्रश्नं श्रुत्वा उत्तरं वदतु पर्वत इति शब्देन कः पदार्थः उक्तः यथा घट इति शब्देन कः पदार्थः उक्तः द्रव्यम् इति <द्रेव्यं। ओ घटपदार्थः इति ओके पर्वतः इति पदार्थः पर्वत इति पदेन पर्वतपदार्थः उक्तः द्रव्यम् इति पदेन कः पदार्थः उक्तः ओके किं द्रव्यम् इति द्रव्यं सप्तपद द्रव्यम् इति पदेन पदार्थः उक्तः तत्र बहवः पदार्थाः आगच्छति खलु द्रव्यम् इत्यत्र किन्तु अस्मिन् ज्ञाने द्रव्यं पर्वतः एव तदपि पर्वतः इति मुख्यवार्ता पर्वतः वन्यवान् द्रव्यं वन्य अभाववत् इति वा इति समूहालम्बनज्ञाने पर्वतशब्देन पर्वतपदेन पर्वतपदार्थः उक्तः द्रव्यम् इति शब्देनापि पर्वतः एव उक्तः इदानीं भविष्यमपि भवति इति नास्ति वन्य अभाववत् इति उक्तं खलु एकमेव द्रव्यमस्ति तत्र तद् द्रव्यं किम् इति चेत् पर्वतः एव अतः एव एकः एव धर्मी तथापि विशेष्यद्वयमस्ति पर्वते पर्वतत्वम् अपि च द्रव्यत्वमस्ति द्रव्ये तु केवलं द्रव्यत्वमेव अस्ति इति कृत्वा तयोः मध्ये भेदः वर्तते हा अतः एव अत्र अतः धर्मिणः अभेदे अपि धर्मिणः अभेदे अपि चेत् पर्वतः इति पदेन पर्वतः एव उक्तः द्रव्यम् इति पदेनापि पर्वतः एव उक्तः पर्वतपर्वतयोः मध्ये अभेदः अस्ति तथापि विशेष्यतयोः अवच्छेदकभेदात् भिन्नयोः इदज्ञाने सत्वात् एकविशेष्यतानिरूपितप्रकारकत्व अभावात् न अतिव्याप्तिः अवगच्छति खलु आम् एकविशेष्यतानिरूपितप्रकारकत्व ओके एकविशेष्यतेन एकप्रकारकम् एव उक्तमस्ति इति कृत्वा न अतिव्याप्ति इति हा एकविशेष्यता अत्र विशेष्यद्वयमस्ति अतः विशेष्यताद्वयमस्ति इति कृत्वा एकविशेष्यतानिरूपकप्रकारकत्वं नास्ति अस्मिन् ज्ञाने विशेष्यद्वयमस्ति इति अपि च विशेष्यताद्वयमस्ति तर्हि पर्वते विद्यमानविशेष्यतया निरूपिता प्रकारता का कुत्र वर्तते पर्वतस्य इति नास्ति पुनः पृच्छामि पर्वतः इति विशेष्यः पर्वते विशेष्यता पर्वते विद्यमानविशेष्यतया निरूपिता प्रकारता का अथवा प्रकारता कुत्र वर्तते तस्य अवच्छेदकः खलु पर्वतत्वम् इति पर्वतः वन्यमान् द्रव्यं वन्यमान् वदतु पर्वत वन्यमान् वर्णौ इति विशेषत विशेषणमस्ति वह्नि विशेषता कुत्र वर्तते इति प्रश्नः वा महोदय मम प्रश्नमेव कृतवती पुनः पृच्छामि पर्वते विद्यमानविशेष्यतया पर्वतः इति विशेष्यः पर्वते विशेष्यता अस्ति पर्वते विद्यमानविशेष्यतया निरूपिता प्रकारता कुत्र वर्तते पर्वतः वन्यमान् इति ज्ञाने वर्तते प्रकारता कुत्र वर्तते भगिनी पर्वतत्वं खलु अत्र प्रकारः पर्वतः वन्यमान् द्रव्यं वन्य अभावत् इति ज्ञाने विशेष्यौ कौ द्रव्यम् अपि च पर्वतः प्रकारौ खलु वह्नि अपि च वह्नि अभाववान् प्रकारता कुत्र वर्तते वह्नौ अपि च वह्नि अभावे इति अवगच्छति खलु तर्हि इदानीं वह्नौ इति एव वक्तव्यं खलु अन्यत् किमपि वदति किमर्थं पर्वतत्वस्य विषये चिन्तनम् अवच्छेदकं तत् तद् मया न पृष्टं खलु, मम प्रश्नं श्रुत्वा उत्तरं वदतु कृपया। प्रकारकं वर्णौ अस्ति, पुनः पृच्छामि, पर्वतः इति विशेष्यः, पर्वते विशेष्यता, पर्वते विद्यमानविशेष्यतया निरूपिता प्रकारता कुत्र वर्तते? वर्णौ वर्तते इति एव वक्तव्यं खलु, अन्यत् सर्वं वदति। मम मनसि तत् सर्वम् आगच्छति महोदय। नो, इट् शुड् नाट् कम्, तदेव प्रश्नः अस्ति। नो, दट् इस् वै ऐ एम् बिलीविङ्ग् सो मच्, इवन् दो ऐ एम् गेटिङ्ग् अ बिट् टयर्ड्, ऐ एम् बिलीविङ्ग् सो मच् बिकास् यु नीड् टु गेट् दट् स्पष्टता, ओन्लि देन् यु वुड् बि एबल् टु टीच्, ओन्लि देन् यु हाव् अण्डर्स्टूड्। Now I got the clarity because this dharmini was my confusion. Idanim abhede abhi keshe. No, the point is you are not giving yourself time. When I ask you a question, kati dharma dharmi vartate, you are saying one dharmi, parvata. Kati visheshyaha vartante, you are saying two visheshya. So you are able to understand, but then you are not thinking beyond. ओके, ऐ विल् ऐ डू दट् ऐ विल् डू दट् महोदय। हा, तर्हि पर्वते विद्यमानविशेष्यतया निरूपिता प्रकारता वधौ वर्तते, द्रव्ये विशेष्यमानविशेष्यतया निरूपिता प्रकारता कुत्र वर्तते? वन्य अभावे वर्तते। हा, इति कृत्वा विशेष्यताद्वयमस्ति, तेन निरूपिता प्रकारता अपि द्वयमस्ति इति कृत्वा एकविशेष्यता निरूपितप्रकारतकत्व अभावः अस्ति खलु? आम् अस्ति। इति कृत्वा अस्मिन् ज्ञाने न अधिव्याप्तिः। अस्तु, नो, यु आर् अण्डर्स्टाण्डिङ्ग्, एक्सेप्टिङ्ग् दट् यु आर् I don't know how to point out where exactly you are getting confused, is because you are thinking of too many things. You see, you are trying to hang on to the words that you are reading. That's why I don't want you to read ahead. Because you have read the Parvata Swam Dhrabhya Swam, somehow you are trying to come and connect Avachyedakam. All these words are bringing. The reason why there is a discussion between Parvatasvam, about Parvatasvam and Dravyasvam, is to establish that there are two visheshyas here. Once that is established, you should drop that. Prakarata kutra vartate, it is it, vandhav vartate, vandhya abhave vartate. Once we are discussing prakarata, you should not bring the dravyatvam and ghatatvam parvatatvam etc. into the discussion. Because the purpose of discussing parvatatvam and dravyatvam is to establish that there are two visheshyas. Even though there is only one dharmi, there are two visheshyas. And Bhagini, there is a lot of feedback I am getting, you know, that comes to this. Sorry to say. What are you using? You're using a headphone or not? I'm using headphone. Headphone. Then why am I giving such a lot of... I'm giving you feedback continuously. Before or now only, ma? Mahode? No, recently. After last few classes, I think. Okay. I'll close the door because the door is open. So no, it is not the door. It is not the door, it is something to do with its setting. Astu, vargasi anantaram kishtit, atra sadayetu, setting parivarche parishilya. Okay, okay. Astu, agre gachima. Astu, Ramesh Mahodaya, bhavata avagatam kalu. अवगतं महोदय, एकः संशयः अस्ति, तर्हि तस्मिन् पर्वते द्वे भागः अस्ति, एकभागे वह्नि अस्ति, द्वितीयभागे वह्नि न अस्ति इति वा? हा, इति मन्तुं शक्यते, इति मन्तुं शक्यते, यदि एतद् ज्ञानं समीचीनज्ञानमस्ति तर्हि पर्वतः वह्निमान् द्रव्यं वह्नि अभावत् इत्यत्र यथा महानसे एकस्मिन् कोणे वह्निः अस्ति, अन्यस्मिन् कोणे वह्निः नास्ति, किन्तु महानसे वह्निः वह्नि अभावश्च इति वदामश्चेत् अथवा महानसं वह्निमत् वह्निः अभाववत् इति वदामश्चेत् समूह अनुमतज्ञानं न भवति, समुच्चयज्ञानं भवति, खलु? आम् आं महोदय. तर्हि तादृशं न वक्तव्यम्. अत्र समूह अवलम्बनज्ञानं कल्पनीयम् इति विचिन्त्य एतादृशं ज्ञानं वदति. पर्वतः वन्यमा द्रव्यं वन्य अभाववत्, किन्तु यथा भवता उक्तम् अत्र अवगमनं भवति चेत्, अत्र कथम् अवगन्तव्यम् इति चेत्, पर्वतस्य एकस्मिन् भागे वह्निः अस्ति, अन्यस्मिन् भागे वह्निः नास्ति. किन्तु यस्मिन् भागे वह्निः नास्ति तत्र पर्वतम् इति पदम् अप्रयुज्य द्रव्यम् इति आचार्येण उक्तं, केवलं चिन्तनार्थम्. इट् इस् जस्ट् एन् एक्साम्पल् टु सुडु दलसार्थक्यं, दट्स् आल्. बट् यथा भवता अवगतं तदेव समीचीनम्. वाट् इस् द वस्तुस्थिति इति चेत्, एकस्मिन् भागे वह्निः अस्ति पर्वते, अन्यस्मिन् भागे पर्वते एव वह्निः नास्ति, किन्तु पर्वतः वह्निमान् वह्निः अभाववान् च इति वाक्यम् इति ज्ञानस्य आकारः अस्ति चेत् तत्र समूहालम्बनज्ञानं न भवति. तत्र एकः एव धर्मी, एकः एव विशेष्यम्. अतः धर्मिणि एकस्मिन् इति दलं त्यजामश्चेत् पर्वतः वह्निमान् वह्निः अभाववान् इति ज्ञाने अतिव्याप्तिः न भवति. किन्तु इदानीम् अतिव्याप्तिः भवति इति निरूपणीयम्. अतः अत्र द्वितीय अंशे द्रव्यं वह्निः अभाववत् इति स्वीकृतम्. तेन विशेष्यद्वयं वर्तते, किन्तु एकः एव धर्मी वर्तते, अतः एकस्मिन् इति दलस्यापि आवश्यकता अस्ति इति. इट्स् प्योर्लि एन् अकाडेमिक् बट् अ गुड् डिस्कशन्. यु विल् गेट् अ लाट् आफ़् अण्डर्स्टाण्डिङ्ग्. सान्स्क्रिट् अण्ड् आल् दट् विल् बि देर्. अस्तु, समीचीनं महोदय, अग्रे. लक्षितसंशयस्य उदाहरणम् आह यथा इति. तर्हि यत् वाक्यमस्ति, स्थाणुः वा पुरुषः वा इति. स्थाणुः पत्रादिरहितः शुष्कवृक्षशेषः, पुरुषः प्रसिद्धः. पूर्व उक्त उदाहरणेषु हि वह्निः वह्नि अभावश्च भाव अभावौ प्रकारौ दर्शितौ. इह तु स्थाणुः इति एकः भावः, पुरुषः इति अपरः. परन्तु पुरुषरूपं प्रकारम् अवगाहमानः एषः अवश्यं स्थाणुत्व अभावम् अवगाहेत. न हि इदं सम्भवति एषः स्थाणुः पुरुषः च. अतः स्थाणुत्वविरुद्धं पुरुषत्वं पुरोवर्तिनि पदार्थे अवगाहते चेत् अयं प्रत्ययः अवश्यं स्थाणुत्व अभावम् अपि अवगाहते, एवं विपरीतम् अपि. पुरुषत्वविरुद्धं स्थाणुत्वम् अवगाहते चेत् पुरुषत्व अभावम् अपि तर्हि अवगाहते. अतः एव एषः चातुष्कोटिकसंशयः इति उच्यते. कोटिः इत्यस्य प्रकारः इत्यर्थः. चतस्रः कोटयः प्रकाराः यस्मिन् संशये भासन्ते सः चातुष्कोटिकः. स्थाणुत्वं स्थाणुत्व अभावः, पुरुषत्वं पुरुषत्व अभावः च इति ते चत्वारः प्रकाराः. पूर्वोक्तः तु वह्नित्व पूर्वोक्तः तु वह्नि तद् अभावप्रकारकः द्विकोटिकः इत्युच्यते इति उच्यते. इत्थम् एव भावकोटिप्रवृद्धया तद् अभावृद्ध्या भावकोटिप्रवृद्धया प्रवृद्ध्या तद् अभावस्यापि अवगाहनात् संशये अनेकविधता बोध्या अस्य च समुच्चयात् वैलक्षण्यं प्रत्यक्षखण्ड अन्ते खण्डान्ते निरूपितम् अवश्यम् अवधेयम्। अस्तु, अत्र स्वशब्दैः वदतु, सर्वं सरलमेव। तत्र यद् उदाहरणवाक्यमस्ति मूलग्रन्थे तस्य विश्लेषणं क्रियते। तत्र यत्र स्थाणुः अस्ति तत्र प्रथमं ज्ञानस्य आकारः कः इति वदतु महोदय। ज्ञानस्य आकारः पुरुषः वा स्थाणुः वा पुरुषः वा इति। स्थाणुः वा पुरुषः वा इति। तर्हि अत्र कति विशेष्याः सन्ति? एकमेव विशेष्यः अस्ति। तत् किम्? तस्य इदम् इति किमपि वक्तव्यं, तद् किम् इति स्वीकुर्मः। अयम् इति तदेव उक्तं, पदार्थे अवगाहते च चेद् अयम् इति, तत्र पुरुषत्वम्। अतः स्थाणुः स्थाणुत्वविरुद्धं पुरुषत्वं पुरोवर्तिनी पदार्थे। तर्हि एकः एव पदार्थः अस्ति, तर्हि एकः एव विशेष्यः खलु। एकः एव धर्मी, एकः एव विशेष्यः। हा, अपि च कति प्रकाराः सन्ति? स्थाणुः स्थाणुत्वम् इति एकः प्रकारः, पुरुषत्वम् इति द्वितीयप्रकारः। स्थाणुः इति चेत् तत्र स्थाणुत्वम् इति प्रकारः, तर्हि प्रकारता स्थाणुत्वे वर्तते। उत्तमम्। इति प्रकारद्वयमेव वा? हा, तत्र इतोपि अस्ति वा? अस्ति। यदि तत्र यदि स्थाणुः अस्ति चेत् पुरुषत्वं तस्मिन् न भवितुम् अर्हति, ते विरुद्धः इति। तत्र एकमेव पदार्थः अस्ति, तत् स्थाणुः भवति वा पुरुषः भवति, स्थाणुः अपि च पुरुषः न भवितुम् अर्हति इति। तर्हि किन्तु एवं वक्तुं शक्यते, अत्र वाक्यं पश्यतु, स्थाणुः वा पुरुषः वा इति। तर्हि तत्र वा इत्यनेन किम् अवगन्तव्यं? प्रथमं स्थाणुः वा, यत् पदार्थं दृश्यते तत् स्थाणुः भवितुम् अर्हति इति। वा इत्यस्य कथम् अवगन्तव्यम्? अथवा स्थाणुः अथवा आर् इति वा? आर् वाट्? आर् वाट् एल्स्? आर् इट् इस् ईदर् स्टम्प् आर् अ ट्री आर् अ मेन्, इट् कुड् बि वन् आफ् टु बट् नाट् बोत्। अत्र वा इति पदद्वयं दृश्यते खलु, स्थाणुः वा पुरुषः वा इति। तर्हि अत्र भवतः अवगमनार्थं पुरुषः वा इति त्यजामि इदानीं। यदि उदाहरणम् अयं स्थाणुः वा इति एव अस्ति चेत् कथम् अवगच्छति? तत् स्थाणुः भवितुम् अर्हति। यदि स्थाणुः नास्ति किमपि अन्यत् पदार्थम् अस्ति इति भवितुम् अर्हति। न, किमर्थम् अन्यत् पदार्थमिति वदति? स्थाणुः वा इति चेत् स्थाणुः वा न वा इति, इस् इट् स्थाणु आर् नाट् स्थाणु? हा, स्थाणुः स्थाणु अभावः द्वयमेव भवितुम् अर्हति। तर्हि अत्र पुरुषः वा इति उक्तत्वात् स्थाणु अभावः उक्तः इति न अवगन्तव्यम्। स्थाणुः वा इति प्रयोक्तत्वात् स्थाणुः वा, तर्हि वा इति विकल्पेन किम् अवगन्तव्यम् इति चेत् स्थाणुः उत अस्थाणुः, इस् इट् वुड् आर् नाट् वुड्? तर्हि अत्र प्रकारद्वयं, स्थाणुः वा इत्यत्रैव प्रकारद्वयं सिद्धम्। एकं तु स्थाणुः, अन्यः तु स्थाणु अभावः, खलु? आम् महोदय। अग्रे इदानीं पुरुषः वा इत्यनेन पुरुषः पुरुष अभावः इति कृत्वा वस्तुतः अत्र स्थाणुः वा पुरुषः वा इत्यत्र प्रकारचतुष्टयमस्ति. स्थाणुः वा इत्यनेन प्रकारद्वयं, तौ कौ इति चेत् स्थाणुः स्थाणु अभावः, पुरुषः वा इत्यनेन प्रकारद्वयं, पुरुषः पुरुष अभावः. द सन्दर्भ इस् लैक् दिस्, सपोसिङ्ग् इफ् देर् इस् अ रोप् दट् इस् इन् फ्रण्ट् आफ् मी, my doubt is not whether it is a rope or a snake. I don't care if it is a rope. What I want to make sure is whether it is a snake or not a snake. Sarpaha va iti yadi aham prichami, yadi uttaram sarpaha na iti praptate, tat kim ityatra mama vivaksha nasti. It can be anything else. It can be a bhuchidram, it can just be an opening on the floor, or it can be a streak of water, or it can be a rope. तत् किम् इत्यत्र मम अवधानं नास्ति. मम अवधानं कुत्र अस्ति? सर्पः वा न वा इति मया अवगन्तव्यं. सर्पः अस्ति चेत् मम भीतिः भवति. कोऽपि एषः सर्पः नास्ति इति वदति चेत् तत्र भीतिः अपगच्छति. इति कृत्वा अत्र स्थाणुः वा इत्यत्र वा इति शब्देन स्थाणुः अपि च स्थाणु अभावः उभयमपि उक्तम्. पुरुषः वा इत्यत्र वा शब्देन पुरुषः पुरुष अभावः इति उभयमपि उक्तम्. इति कृत्वा अत्र प्रकारचतुष्टयमस्ति. पूर्वस्मिन् उदाहरणे पर्वतः वन्यमान् पर्वतः वन्य अभाववान् पर्वतः वन्यमान् वन्य अभाववान् च इति समुच्चयज्ञाने प्रकारद्वयं वर्तते, भावाभावो वर्तते, अपि च अत्र एकः एव विशेष्यः अस्ति. किन्तु इदानीम् एकः विशेष्यः, एकः एव धर्मी, प्रकारचतुष्टयमस्ति इति कृत्वा किम् अत्र निगमनं? चातुष्कोटिसंशयः इति उच्यते तस्य ईदृशं. चातुष्कोटित्वं तु अस्ति, किन्तु संशयः इत्युक्ते संशयः अपि च समुच्चयज्ञानम्. अनयोः मध्ये भेदः कः? समुच्चयज्ञानं निश्चयज्ञानमस्ति, वयं जानीमः द्वयम् अपि अस्ति इति. न, निश्चयात्मकम् इति एकः भेदः. हा, किन्तु तत्र इतोपि किञ्चित् विवृणोतु. एकस्मिन् कोष्ठे एकस्मिन् भागे वह्निः अस्ति, द्वितीयभागे वह्निः नास्ति इति ज्ञानम् अस्ति. इत्युक्ते एकस्मिन् विशेष्ये भावाभावप्रकारौ द्वयमपि स्तः. द्वयमपि स्तः इति निश्चयज्ञानम्. इति निश्चयज्ञानम्. हा, तर्हि निश्चयत्वे सति भावाभावप्रकारता सत्त्वे सति, निश्चयत्वे सति भावाभावप्रकारता सत्त्वे सति विशेष्यता. यदि एकस्मिन्नेव विशेषता अस्ति, तादृशज्ञानं समुच्चयज्ञानस्य लक्षणम्. किन्तु संशये कथं भवति? एकस्मिन् विषये विशेष्ये भावसंशयः भवति, संशयत्वज्ञान संशयज्ञानं भवति. तर्हि संशयज्ञानं तत्र इतोपि किञ्चित् वक्तव्यं. कीदृशसंशय प्रकारता कुत्र कुत्र भवेत्? भाव अभाव भाव भावे भवेत्, अभावे अपि भवेत्. हा, इत्युक्ते एकस्मिन् विशेष्ये एकस्मिन् एकस्य प्रकारस्य भावाभाव खलु. एकस्मिन् विशेष्ये एकः एव प्रकारः भवितुमर्हति, किन्तु स च प्रकारः अस्ति वा न वा, प्रकारवान् वा प्रकार अभाववान् वा इति निश्चयः नास्ति. इति ज्ञानं संशयज्ञानम्. इति कृत्वा अस्य तु समुच्चयात् वैलक्षण्यं प्रत्यक्षखण्डान्ते उक्तं. तर्हि एतज्ज्ञानं यथा स्थाणुः वा पुरुषः वा इत्यत्र विशेष्यद्वयं नास्ति. स्थाणुं दृष्ट्वा एषः स्थाणुः वा अथवा न वा इति एकं, पुरुषः वा इति तत्र पुरुषं दृष्ट्वा एषः पुरुषः वा न वा इति विशेष्यद्वयं नास्ति अस्मिन् ज्ञाने. एकमेव विशेष्यः, किन्तु प्रकारचतुष्टयं. तादृशमपि अवगन्तुं शक्यते खलु, स्थाणुः वा पुरुषः वा इत्यत्र विशेष्यद्वयमस्ति. एकः स्थाणुः, अत्र स्थाणुः इत्युक्ते तत्र निश्चयः नास्ति, किन्तु एकः एकः पदार्थः अस्ति तस्मिन् अत्र संशयः, स्थाणुः वा पुरुष स्थाणुः न वा इति एकः संशयः. अन्यः पदार्थः अस्ति तस्मिन् पुरुषः वा अथवा पुरुष अभावः वा इति संशयः. इति विशेष्यद्वयं नास्ति, विशेष्यद्वयं भवति चेत् संशयात्मकमस्ति चेदपि तत् समूहानुमनज्ञानं भवति खलु. समूहालम्बन संशयज्ञानं द्वे संशये स्तः इति वा? हा, इति अपि अवगन्तुं शक्यते. एतद् उदाहरणं समूहालम्बनज्ञानस्य लक्षणे निश्चयात्मकम् इति दलं न योजितं खलु. ऐ डोण्ट् नो वेदर् दिस् इस् अ स्टम्प् आर् नाट्, ऐ डोण्ट् नो वेदर् दट् इस् अ पर्सन् आर् नाट् इति एकं ज्ञानम्. तर्हि विशेष्यद्वयं वर्तते, विशेष्यद्वये प्रकारताद्वयं वर्तते, अपि च तत्र प्रकारताद्वयमपि भावाभावरूपौ इति कृत्वा दिस् यथा स्थाणुः वा पुरुषः वा इति वाक्यं श्रुत्वा एवमपि अवगन्तुं शक्यते. एतद् संशयात्मक अत्र समूह आलम्बनज्ञानस्य उदाहरणं. समूह आलम्बनज्ञाने विशेष्यद्वयमस्ति, प्रत्येकं विशेष्ये भावाभावप्रकारता संशयः अपि अस्ति इति अपि अवगन्तुं शक्यते, किन्तु एतदुदाहरणं तादृशं न अवगन्तव्यम्. एकस्मिन्नेव विशेष्ये चातुष्कोटिकसंशयः वर्तते इति वक्तुम् इच्छति ग्रन्थकारः. सो हि इस् गोयिङ्ग् डीपर् इन् टु दि उदाहरणम् अण्ड् ट्रैङ्ग् टु से दट् देर् इस् अ पासिबिलिटि दट् सम्बडी कुड् मिस्अण्डर्स्टाण्ड् इट् लैक् दिस्, but that is not the case. There is only one visheshya in which there are four types of samshaya. What are the four types of samshaya? Sthanuhu va athava asthanuhu va athava purushaha va athava apurushaha va iti chatvarah samshayah santi iti eka samshaya jnanam tarhi samshaya jnanam संशयत्वं निरूपयति अस्मिन् ज्ञाने. समूह आलम्बनत्वं नास्ति, संशयत्वम् अस्ति इति निरूपयति. देर्फोर् दिस् होल् पेराग्राफ् अवगच्छति खलु? तत् अवगच्छामि महोदय, परन्तु द्विकोष्टिकः संशयज्ञानं न भवितुम् अर्हति वा इति प्रश्नः. यदि मम इच्छा अस्ति सर्पः वा न वा इति एवं मम इच्छा अस्ति, तर्हि तद् द्विकोटिकः भवति खलु? सत्यं सत्यं. यदि ज्ञानं सर्पः वा इति एव अस्ति तदा द्विकोटिकसंशयः. किन्तु सर्पः वा रज्जुः वा इति अस्ति चेत् अत्र चतुष्कोटिकसंशयः इति वक्तव्यम्. हा, न तु समूह आलम्बनज्ञानं यस्मिन् ज्ञाने पदार्थद्वयमस्ति, विशेष्यद्वयमस्ति, प्रत्येकं विशेष्ये भावाभावरूपप्रकारसंशयः वर्तते इति न अवगन्तव्यम्. किन्तु तादृशमपि अवगन्तुं शक्यते. सान्स्क्रिट् वैस् इट् इस् पासिबल् टु सी लैक् दट्, बट् दट् इस् नाट् दि इण्टेण्ट् इस् वाट् इस् क्लारिफैङ्ग् हियर्. अवगच्छति खलु? आम् महोदय. हा, बिकास् वेन् वि गेट् टु स्पेसिफिक्स् देन् इट् बिकम्स् एक्स्ट्रीम्लि इम्पार्टेण्ट्. अपि च दत्तमस्ति समुच्चयात् यत् वैलक्षण्यमस्ति प्रत्यक्षखण्डान्ते निरूपितम् अवश्यम् अवधेयम्. तर्हि तत् समुच्चयज्ञानात् भिन्नम् अस्ति इति अपि दत्तमस्ति. तर्हि यथा अत्र यथा स्थाणुः वा पुरुषः वा इत्यात्मकं ज्ञानम् इत्याकारकं ज्ञानं समुच्चयज्ञानं नास्ति, समूह आलम्बनज्ञानमपि नास्ति, केवलं संशयज्ञानमेव. किन्तु सामान्यतया यद् प्रत्यक्षखण्डे चिन्तितं तत्र प्रकारताद्वयं द्वयोः मध्ये एकः भवितुमर्हति इति एव पठितं. किन्तु इदानीं सः वदति तादृशमेव भवेत् तदा भवति चेदेव संशयः इति नास्ति. एकस्मिन् विशेष्ये चतुष्कोटिकसंशयः भवितुमर्हति इति कृत्वा एतदपि संशयज्ञाने अन्तर्भूतमस्ति इति हि इस् क्लारिफै. अतः तदभावस्यापि अवगाहनात् संशये अनेकविधा बोध्या. सो इट् नीड् नाट् बि ओन्ली द्विविधा, अभावः अभावः इति द्विधा एव संशयः इति नास्ति, अनेकविधा. स्थाणु अभावः, स्थाणुत्वं स्थाणुत्वाभावः, पुरुषत्वं पुरुषत्वाभावः इति अनेकविधा बोध्या. यु हाव् टु अण्डर्स्टाण्ड् इट् लैक् देट् इति उक्तम्. अस्तु, समयः जातः. इदानीम् अग्रे तत्र विपर्ययम् इत्यस्मिन् विषये तद् अग्रिमे वर्गे पठेम. तर्हि अयथार्थ अनुभवस्त्रिविधः इत्यत्र इदानीमपि ज्ञानम् इति गुणे स्मः, तत्र संशयः इत्यस्य समीचीन अवगमनं जातं, तत् तदसार्थकं सर्वं कृतम्. इदानीं द्वितीयः अस्ति विपर्ययः, तदनन्तरं तर्कभेदः तर्कः इति. तर्हि तेषां विषये चिन्तनम् अग्रे भवति अग्रिमे वर्गे. इतोपि अग्रे सरेमे. सर्वेभ्यो नमस्कारः, धन्यवादः.